येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ॐ श्रीगणेशाय नमः। ॐ श्रीसरस्वत्यै नमः। ॐ श्रीगुरुभ्यो नमः। ओके, अद्य किं पठितुम् इच्छन्ति भवन्तः? किं पाठयति तद् भगिनी? नमस्ते। सम्यक् न श्रूयते पूर्णिमा, पुनः वदतु। भवती किं पाठयति तदेव भगिनी जनी। प्रश्नाः सन्ति अथवा किमपि सजेशन् अस्ति चेत् वदन्तु, निस्सङ्कोचं वक्तव्यम्। ओके, वयं किं समापितवन्तः गतकक्षायां? तुदादिगणे न गुणः, एतत् वयं समाप्तं कृतवन्तः। अत्र गुणस्य कार्यम् अग्रिमकरपत्रमस्ति, गुणस्य कार्यम् कार्यस्य अभ्यासः। तत्र किञ्चित् पुनरभ्यासं कृतमस्ति यत् वयं पूर्वकक्षायां पठितवन्तः, चर्चितवन्तः सर्वं। किञ्चित् तत् पठित्वा अग्रे गच्छामः। अहं किम् अभ्यासम् इदानीं कर्तुं न इच्छामि, अनन्तरं कारणं वदिष्यामि। हा, ओके, अद्य कुतः अहम् आरम्भं करोमि? मृत्युलक्ष्मी आरम्भं करोतु पठनम्। गुणकार्यस्य अभ्यासः इति नाम अस्ति करपत्रस्य। अस्तु अस्तु। इति सूत्रस्य पठित्वा अवगत्य अन्यं किमपि पाठयतु। एकनिमिषं महोदय, भवती किं वदति अहं सम्यक्तया न श्रोतुं शक्नोमि, पुनः वदिष्यति वा? आम् वदामि। इदानीं श्रूयते वा सम्यक्? ओके। सार्वधातुकमपि इति सूत्रस्य व्याख्यां पठित्वा अवगत्य तस्य अर्थम् अन्यं कमपि जनं पाठयतु। कृतं वा एतत्? अन्यं कमपि पाठयतु, अभ्यासवर्गः अस्ति न, तत्र चर्चितम्। अग्रे गच्छतु, एतत् किञ्चित् पुनरभ्यासमेव। चिन्ता मास्तु। सार्वधातुकमपि सार्वधातुकं यदा पित् तत् न यदा पित् न यत् यदा अपित् यदपित् यदा पित् सार्वधातुकमपि सार्वधातुकं यदा पित् तद् नित्वद् भवति। सार्वधातुकं प्रथमान्तम् अपित् प्रथमान्तं द्विपदमितं सूत्रम्। घाङ् गुडादिभ्यो निन् निन् निङित् गाङ् कुडादिभ्यो निङित् इत्यस्मात् ङित् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं सार्वधातुकमपित् ङित् ओके यावत्पर्यन्तम् अवगतं किम् अवगतं प्रयत्नं करोमि महोदय सार्वधातुकम् सार्वधातुकमपित् इति सूत्रस्य व्याख्यां वयं पठितवन्तः पठित्वा अवगत्य तस्य अर्थं अन्यं कमपि जनं पाठयतु इति प्रथमबिन्दुः निष्कासयतु इदानीं सार्वधातुकम् अपित् विषये किं ज्ञातवती सार्वधातुकम् अपित् विषये तत्र पकारः नास्ति अतः अपित् अतः अपित् अस्ति चेत् किं किं भवति ङित्वत् भवति ङित्वत् भवति ओके तावत् सार्वधातुकं प्रथमान्तम् अपित् अपि प्रथमान्तम् एतत् द्विपदं सूत्रम् गाङ् गुडादिभ्यो ङित् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रमेव सार्वधातुकम् अपि इति हा सार्वधातुकम् अपि ङित् ओके ओके धन्यवादः पूर्णिमा प्रश्नः अस्ति वा मुत्तुलक्ष्मी न न महोदय काङ्कुडादिभ्यो तद् न अवगतम् एतस्य सूत्रस्य इदानीं वयं चर्चां न करिष्यामः ओके कारणम् अस्तु इतः वयं केवलं ङित् पदं स्वीकृत्य सार्वधातुकम् अपि एतस्य सूत्रस्य सम्पूर्णं कुर्मः ओके अस्तु महोदय तदर्थमेव एतस्य सूत्रस्य उल्लेखः कृतम् अस्ति अत्र ओके अस्तु मान्य अस्तु ओके पूर्णिमा पठति वा अग्रिमबिन्दु नास्ति ओके प्रतिभा भगिनी अस्मि मया पठितुं कष्टं भगिनी कठिनं भवति वक्तुम् अहं सम्यक्तया श्रोतुं न शक्नोमि भगिनी शी हेस् थ्रोट् इन्फेक्षन् भगिनी पूर्णिमा भगिनी throat infection. She is not able to, doctor has asked us to rest her the throat. She is not able to. अतः सम्भाषणं न कर्तव्यं हा प्रतिभा भवती पठत्याः पर्याय आं भगिनि आं भगिनि इति च इति सूत्रस्य व्याख्यां पठित्वा अवगत्य तस्य अर्थम् अन्यं कमपि जनं पाठयतु इति च आं भगिनि ओके निति च यः प्रत्ययः गित् कित् अथवा मित् अस्ति अपि च तं प्रत्ययं निमित्तीकृत्य एकः स्थाने गुणः अथवा वृद्धिः भवति स्म प्रतिभा आं भगिनि एकः स्थानेन ओ ओ क्षम्यताम् इकः स्थाने गुणः अथवा वृद्धिः भवति स्म सः गुणः वृद्धिः न भवति ग च क च ङ च तेषाम् इतरेतरद्वन्द्वः कृज्ञः कृज्ञः इतः यस्य सः ङित् त तस्मिन् परे निति द्वन्द्वगर्भबहुव्रीहि समासः अत्र गस्थाने ककारः खरीच इत्यनेन चर्त्वसन्धिः निति सप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रम् इको गुणवृद्धि इत्यस्य पूर्णतया अनुवृत्तिः न धातुलोप आर्धधातुके इत्यस्मात् न इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं निति च इकः गुणवृद्धि न ओके निति च इति प्रत्ययस्य गित् कित् अथवा णित् भवति चेत् पूर्णतया बहुव्रीहिसमासमस्ति ककारः अस्ति णकारः अस्ति गकारः अस्ति तत्र इतरेतर द्वन्द्वः भवति सप्तम्यन्तं पदमस्ति निति इति गस्थाने ककारः खरीच इति सूत्रेण भवति चत्वसन्धिः भूत्वा निति च इति भवति इति अत्र अस्ति भगिनि इको गुणवृद्धि इति अनुवृत्ति सहितसूत्रमस्ति निति च एतत् अस्ति चेत् किं तत् गुण वा वृद्धिः वा न भवति सम्पूर्णसूत्रं किम् निति च इकः इकः स्थाने गुणः वा वृद्धिः वा न भवति ओके यदा ककार गकार ङकार अस्ति तस्मिन् स्थाने तस्मिन् स्थाने न तदा इक् वर्णस्य गुण वा वृद्धिः न भवति एतदेव अत्र उक्तमस्ति ओके एतस्य चर्चा गत वर्गे बहु दीर्घतया कृतवन्तः अत्र तु स्पष्टतया दत्तमस्ति तस्मिन् समये एतत् वयं न पठितवन्तः इदानीं स्पष्टम् अभवत् आं भगिनि आं भगिनि ओके पूर्णिमा अनन्तरं का आगच्छति अहं मध्ये अद्य आरम्भं कृतवती हा सर्वमङ्गला अन्तिमभागं पठतु नमस्ते महोदय नमस्ते नमस्ते एतान् धातून् आधारीकृत्य लट्लकारस्य प्रथमपुरुषस्य एकवचनान्तरूपं निर्मातु हा ओके एकनिमिषं एतत्तु इन्स्ट्रक्षन्स् अस्ति वयम् एतत् कार्यम् इदानीं न करिष्यामः परन्तु अवगच्छामः किं किं कर्तव्यम् अग्रे पठतु धातुः कस्मिन् गणे अस्ति इति निश्चेतव्यम् विकरणप्रत्ययः कः इति ज्ञातव्यम् निर्माणक्रमस्य प्रत्येकस्मिन् सोपाने सूत्रं किं सूत्राणि कानि इति वक्तव्यम् ओके अतः एतत् कार्यं कथं करणीयं सोपानानि कानि धातु फस्ट् कस्मिन् गणे धातुः अस्ति प्रथमतः निश्चेतव्यं तदनन्तरं विकरणप्रत्ययः कः तस्मिन् गणस्य इति ज्ञातव्यम् तस्मिन् गणे विकरणप्रत्ययः किं भवति किम् उपयोगं कर्तव्यम् तदनन्तरं सूत्रं किं प्रत्येकस्मिन् सोपाने इति ओके एतत् कार्यं वयम् अनन्तरं कुर्मः इदानीम् अग्रिमकरपत्रं पठित्वा तदनन्तरं पुनरभ्यासं कृत्वा सम्यक्तया कार्यं कुर्मः अहं चिन्तयामि भवन्तः किं वदति किं वदन्ति ओके सर्वमङ्गला समाप्तं सीतालक्ष्मी अग्रिमकरपत्रं पठतु महोदय एतावता अस्माभिः शीर्षकं किं केषु गणेषु गणः सम्भवेत् द्वात्वग्ने द्वात्वङ्गे द्वात्वङ्गे केषु गणेषु गुणः केषु गणेषु गुणः सम्भवति धात्वङ्गे धात्वङ्गे इत्युक्ते धातोः एतावता अस्माभिः द्रष्टुं यत् द्वादिगणे चुरादिगणे च गुणकार्यं सम्भवति यथा सङ्गम् सुदादिगणे गुणः नार्ह इत्यपि द्रष्टुम् अपरेषु गणेषु का गतिः तेषु गुणः अर्हः चेत् किमर्थं नार्हः चेत् किमर्थम् इत्यपि प्रश्नः उदेति तत्र तत्र स्थितिः कीदृशी इति अवलोकयाम नाम आहत्य सर्वदशागणान् मनसि निधाय किं वक्तुं शक्येत् ओके किम् अर्थं ज्ञातवती बादगणे वयं किं किं दृष्टवन्तः वादिगणे चुरादिगणे च गुणकार्यं सम्भवति यथा चुरादिगणे चुरादिगणे च गुणकार्यं सम्भवति यथा सङ्गम महोदय भवती यत् लिखितं तदेव पठति स्पष्टीकरणं करोतु भवती किं उक्तवती अस्मा द्वादिगणे सुरादिगणे गुणकार्यं भवति इति सुरादिगणे ईकारस्य णिच् प्रत्ययस्य गुणः भवति वादिगणे अपि शप् प्रत्यय एक एव किम् एक एव इत्युक्ते द्वयोरपि शप् प्रत्ययः अस्ति गुणकार्यं भवति भवति सुदादिगणे न सुदादिगणे वादिगणे भवति परन्तु तुदादिगणे गुणः न अर्हति इत्युक्ते किम् इत्युक्ते सः षित् अस्ति तुदादिगणे शप् प्रत्ययकार षित् अस्ति शप् विकरणप्रत्ययः अपित् अस्ति अतः गुणकार्यं भवतम् अवरोधम् अस्ति तत्र गुणकार्यं न कर्तुं शक्नुमः अर्हता नास्ति परन्तु पकारः नास्ति तदादिगणे पकारस्य अभावे गुणस्य अवरोधं भवति निषेधं भवति अथवा गुणकार्यं न भवति न भवति इदानीं प्रश्नः कुत्र उदेति अपरेषु गणेषु दशगणः अस्ति द्वादिगणे चुरादिगणे तुदादिगणे तेषु गणेषु अस्ति कथं भवति इति प्रश्नः उदयति अन्य गणस्य तत्र कीदृशः कीदृशं गुणकार्यं भवति इति अवलोकयामः अवलोकयामः भवती किं करोति स्पष्टीकरणं न करोति यत् लिखितं तदेव वदति स्पष्टीकरणम् इत्युक्ते भवती किम् अवगतवती ओके इदानीं प्रश्नं करोमि भवती उत्तरं तदा स्पष्टीकरणं भवति वयं किं किं गणविषये दृष्टवन्तः गुणकार्यविषये वादिगणे सुरादिगणे वादिगणे तुरादिगणे अपि वादिगणे चुरादिगणे किं भवति गुणविषये वादिगणे गुणकार्यं भवति तुदादिगणे अपि भवितुं शक्यते परन्तु पकारस्य पकार विकरणप्रति पकारः नास्ति पकारस्य अभावे गुणकार्यं तुदादिगणे भवितुम् अवरोधं भवति इत्युक्ते भवती किं ज्ञातवती अथवा वयं किं पठितवन्तः वयं अन्यगणेश अपि गुणकार्यं कथं करणं भवति वा न भवति तस्मिन् विषये वयं पठितवन्तः वा सप्तगुणाः ओके वयं केवलं गणत्रयविषये वयं दृष्टवन्तः इदानीं पर्यन्तं वादिगण चुरादिगण सुदादिगण अन्येषु गणेषु किं कर्तव्यं तस्मिन् विषये जानाति वा इदानीं ज्ञातुं अवलोकयामः ज्ञानार्थम् अवलोकयामः ओके धन्यवादः धन्यवादः सुब्रह्मण्यम् अग्रे पठतु महोदय अस्ति वा न सुब्रह्मण्यम् अस्ति न श्रूयते हा समस्या अस्ति श्रूयते महोदय भगिनी तस्य आडियो सम्यक् नास्ति ओके अग्रे गच्छामि यदा आगच्छति तदा सः सम्भाषणं करिष्यति ओके विजया महोदय अग्रिमबिन्दु पठति प्रथमतया नमस्कारः महोदय नमस्कारः प्रथमतया गुणः सम्भवति न वा इत्यनेन धातौ गुणः सम्भवति न वा इति अत्र आशयः तिङन्तपदे भागत्रयं वर्तते धातु धातुः विकर्णप्रत्ययः तिङ्प्रत्ययः च केषुचित् गुणेषु विकर्णप्रत्यय अपि गुणः सम्भवति शक्नु योगः शक्नोति इति इदम् अग्रे अपरस्मिन् पाठे परिशीलयाम अधुना केवलं धात्वङ्गे गुणः कुत्र कुत्र सम्भवति इति प्रश्नः उदेति अत्र प्रथमतया पर्यन्तं भवती स्पष्टीकरणं करोतु पर्याप्तम् आम् आम् प्रथमतया गुणः कुत्र सम्भवति कुत्र न सम्भवति इति द्रष्टव्यं धातौ गुणः सम्भवति वा धातु गुणः सम्भवति वा कुत्र भवति कुत्र न भवति इति एतत् एतदपि ज्ञातव्यम् एतत् अत्र आशयः इति अत्र अस्ति विवक्षा अस्ति अत्र तिङन्तपदे भागत्रयम् अस्ति तिङन्तरूपं वयं स्वीकुर्मः चेत् क्रियापदरूपेण अत्र किं किम् अस्ति चेत् धातुः अस्ति प्रथमम् अनन्तरं विक्रमप्रत्ययः विकर्णप्रत्ययः इत्युक्ते धातोः विकर्णप्र आम् भूवादिगणे एतत् दशगणाः सन्ति खलु अत्र दशगणविशेष अत्र कार्यं किं किं विकर्णप्रत्ययेन करोति यथा अत्र शप् भवति अनन्तरं लुक् भवति वा गुणकार्यम् अस्ति वा एतत् एतत् गुणकार्यं बाधित्वा अर्धधातुकप्रत्ययम् आगच्छति वा एतत् सर्वम् अत्र चिन्तनीयमेव विकर्णप्रत्ययस्य विषये अनन्तरं तिङ् प्रत्ययः अपि अस्ति तिङ् परस्मैपदिनः नव अस्ति आत्मनेपदिनः नव सन्ति. एतत् तिङ्प्रत्ययः अपि अस्ति. केषुचित् गणेषु विकर्णप्रत्ययः अपि गुणः सम्भवति. उदाहरणं स्वीकुर्मः चेत् अत्र शक्नु इति उकारान्तपदमस्ति. उकारान्तमस्ति शक्नु किञ्चित् भिन्नम् अस्ति, विरल अत्र अत्र दत्तमेव. शक्नोति इति भवति, अत्र उकारस्य स्थाने ओकारः किं सूत्रेण भवति इति अग्रे अपस्मिन् वर्गे एतत् परिशीलयामः. इदानीं केवलं धात्वङ्गे गुणः कुत्र कुत्र सम्भवति इति प्रश्नः उदेति. विकर्णप्रत्ययः तु दशगणेषु भवति, परन्तु एतत् कुत्र भवति इति अत्र द्रष्टव्यम्. एतदेव अत्र विवक्षा अस्ति. तावदेव महोदय. बहु सम्यक्, धन्यवादः. किम् अस्ति, कस्मिन् गणे गुणकार्यं भवति, केन कारणेन, तस्मिन् विषये वयं परिशीलनं करिष्यामः अस्मिन् करपत्रे. ओके. ओ सुब्रह्मण्यं महोदय गतवान् हा. ओके अनिल्. आं महोदय. सूत्रद्वयेन एव गुणः सिद्धः इति पूर्वमेव ज्ञातम् अस्माभिः. सार्वधातुकार्धधातुकयोः उगन्तलघुपदस्य च इति अनुवृत्तिसहितसूत्रे द्वयोः अपि सार्वधातुकार्धधातुकयोः इति पदम् आगच्छति. सार्वधातुकार्धधातुकयोः इति सूत्रस्य तात्पर्यं सार्वधातुकार्धधातुकयोः परयोः तिगन्तस्य अङ्गस्य इकः गुणः स्यात्. उगन्तलघुपदस्य च इति सूत्रस्य तात्पर्यं सार्वधातुकार्धधातुकयोः परयोः उगन्तस्य लघुपदस्य च अङ्गस्य इकः गुणः स्यात्. ओके, पर्याप्तम्. ओ ओके, समापयतु, बिन्दु समापयतु, अनन्तरं स्पष्टीकरणं. तर्हि द्वयोः सूत्रयोः सार्वधातुकार्धधातुकयोः इति पदं भवति. नाम अङ्गम् इगन्तं चेदपि अङ्गस्य उपधायां ह्रस्व इक् वर्णः चेदपि गुणः तदा सम्भवति यदा सार्वधातुकप्रत्ययः वा आर्धधातुकप्रत्ययः वा परे अस्ति. अतः सार्वधातुकसंज्ञा आर्धधातुकसंज्ञा इति संज्ञाद्वयं सम्यक्तया अवगन्तव्यम्. इदं संज्ञाद्वयं सम्प्रति पश्याम. ओके, यावत्पर्यन्तं किं किम् अवगतवतान् अवगतवान्? इदानीं पर्यन्तं मूलतः द्वयोः सूत्रयो द्वे सूत्रे पठितवन्तः. सार्वधातुक अर्धधातुकयो पुगन्तलघुपदस्य च गुण कुत्र भवति विषये. गुण कुत्र भवति एतस्य निर्णयं कृते कति सूत्राणि वयम् उपयोगं कृतवन्तः? द्वे सूत्रे. ते के? सार्वधातुकार्धधातुकयोः पुगन्तलघुपदस्य च. ओके, किं सूत्रं कुत्र उपयुक्तं भवति वदतु. सार्वधातुकार्धधातुकयो इति सूत्रेण अन्तिम धातोः अन्तिमवर्णः यदि इकः अस्ति चेत् गुणः कार्यं सम्भवति. गुणकार्यं सम्भवति. ओके, पुगन्तलघुपदस्य च सूत्रे इति सूत्रेण धातोः उपधायां यदि ह्रस्व इकः अस्ति तत् गुणकार्यं सम्भवति. ओके अत्र धातोः विषये वा अङ्गविषये अस्ति आमां क्षम्यतां धातोस्य धातोः अङ्गे अङ्ग अङ्गस्य ओके अङ्गविषये अङ्गविषये महोदय आमां किमर्थम् अङ्गस्य किम् इम्पार्टेन्स् अधिकम् अस्ति अङ्गस्य इम्पार्टेन्स् प्राधान्यं कुत्र अस्ति अङ्ग अङ्गभागे अस्ति केन कारणेन किं किं किं पृच्छति महोदय ओके इदानीं वयं दृष्टवन्तः अङ्गभागे कार्यं भवति परन्तु अङ्गभागे किमर्थं कार्यं भवति अङ्गभागे किमर्थं कार्यम् ओके उदाहरणार्थं शप् अस्ति विकरणप्रत्ययः अङ्गभागे वयं गुणकार्यं कुर्मः आम् केन कारणेन शप् शप्रत्ययः निर्दिशति हा शप्रत्यय शित् अस्ति पित् अपि अस्ति सो शित् सार्वधातुकार्धधातुकयो सार्वधातुकम् अस्ति शित् कारणेन सार्वधातुकं संज्ञां प्राप्नोति प्राप्नोति अनन्तरं कार्यं भवति न अङ्गभागे आम् आम् ओके आम् अतः निर्णयं कः करोति अहं मन्ये इदानीं पर्यन्तं धातु धात्वे गुणकार्यं वा अङ्गं गुणकार्यं नाट् वेरि मच् डिफरेन्स् देयर् सो नाट् एबल् टु रियल् अत्र कस्य अस्ति प्रत्ययस्य प्रत्ययः अस्ति अथवा षित् प्रत्ययः अस्ति तदा एव अङ्गस्य भागे कार्यं सम्भवति अन्यथा न ओके आमाम् स्पष्टम् अभवत् इदानीं अहम् अवगतं कि अङ्गस्य एव गुणकार्यं भवति परन्तु अङ्गस्य वा पूर्णधातवे मतलब् सो द क्लारिटि अण्डर्स्टुड् इस् द इकः कुड् बि मेनि प्लेसेस् बट् द इगन्त एण्ड् आफ् द अङ्ग ओन्लि इट् विल् हेपन् तत्तु सत्यं परन्तु केन कारणेन सर्वदा तु न भवति षित् मेन् कारणे षित् अस्ति षित् कारणं कुतः उद्भवति विकरणप्रत्यये विकरणप्रत्यये विकरणप्रत्ययः षित् अस्ति तेन कारणे अङ्गभागे कार्यं भवति विकरणप्रत्ययभागे कार्यं न भवति आमाम् अवगतं महोदय अवगतम् तदेव सिङ् विषये अपि सिङ् अस्ति प्रत्ययः तत्पूर्वं यत्किमपि अस्ति तत्पूर्वं एतत् मनसि सम्यक्तया स्थापयतु सिङ् प्रत्ययस्य पूर्वं यत्किमपि आगच्छति तदस्ति अङ्गं तस्मिन् भागे यदा इगन्तम् अस्ति अथवा उपधायाम् इक् अस्ति तदा गुणकार्यं भवति ओके अतः विकरणप्रत्ययः डैरेक्टर् तिङ् प्रत्ययः डैरेक्टर् ओके परन्तु कार्यं तत्र न भवति तत् तत् पूर्वं भवति ओके तस्य कारणेन अङ्गभागे कार्यं भवति. आं महोदय, आम् आम् अवगतम्. स्पष्टं न इदानीम्? स्पष्टं महोदय. अनुसूय आगच्छतु. मम ध्वनिः इदानीं श्रूयते वा? श्रूयते महोदय. धन्यवादः. अनुसूय अनन्तरं भवन् भवतः नाम दृश्यते महोदय. करपत्रं करपत्रम् अद्य दृश्यते. सार्वधातुसंज्ञा का इति पूर्वमेव द्रष्टुं किञ्चित् सार्वधातुकं तृतीय अध्याये चतुर्थपादे त्रयोदश अधिकं शतक इति सूत्रेण शतकतमसूत्रेण यः प्रत्ययः तिङ् वा षित् वा अस्ति तस्य प्रत्ययस्य सार्वधातुसंज्ञा भवति. संज्ञासूत्रमस्ति तिङ्क्षित् सार्वधातुकं भवति भवतः भवन्ति. स्पष्टीकरणं करोतु महोदय, सम्पूर्णतया पठतु अनन्तरं स्पष्टीकरणं करोतु. अस्तु महोदय. भवति भवतः भवन्ति इत्यादिषु रूपेषु तितः अन्ति इति तिङ् प्रत्ययः यस्मिन् प्रत्यये शकारः इत्संज्ञकवर्णः अस्ति सः षित् अस्ति. इदानीं करणीयं वा? सम्पूर्णं पठतु, बिन्दु पठतु. आर्धधातुकसंज्ञा इत्का इति एतावत् न उक्तम् एतावता न उक्तं वस्तुतः अतिसरलमस्ति. सूत्रम् आर्धधातुकं शेषः तृतीय अध्याये चतुर्थपादे चतुर्दशी चतुर्दश दशाधिकं शतकतम धातुभ्यः ये प्रत्ययाः विहिताः तेषां सर्वेषां प्रत्ययानां सार्वधातुकसंज्ञा अथवा आर्धधातुकसंज्ञा भवति. अतः ये ये प्रत्ययाः धातोः परे सन्ति ते सार्वधातुकसंज्ञकाः न सन्तिश्चेत् अवश्यम् आर्धधातुकसंज्ञकाः सन्ति एव. आर्धधातुकं शेषः तृतीय अध्याये चतुर्थपादे चतुर्दश अधिक शतकतमसूत्रेण अयमेव सन्देशः. धातोः अनन्तरं सार्वधातुकं नास्ति चेत् आर्धधातुकम् आर्धधातुकः अस्ति एव इति. ओके, अत्यन्तं बहु सरलम् अस्ति, वदतु. किञ्चित् सार्वधातुकं सूत्रस्य अभिप्रायः यः प्रत्ययः तिङ् अस्ति अथवा तत् प्रत्यये शकारस्य इत्संज्ञा भवति तदर्थं षित् अस्ति ते सर्वे सार्वधातुकम् इति त्रिंशत् सार्वधातुकं सूत्रस्य अभिप्रायः. तिङ् प्रत्ययः तीतः अन्ति तीतः अन्ति इति अस्ति प्रथमपुरुषे प्रथम एकवचने द्विवचने त्रयवचने बहुवचने तानि अष्टादश प्रत्ययाः सन्ति. यस्मिन् प्रत्यये शकारः इत्संज्ञकवत् अस्ति सः षित् यत् प्रत्ययस्य तिङ् अस्ति अथवा षित् अस्ति. विभक्तिप्रत्ययः अस्ति चेत् अपि सार्वधातुकं शकारस्य इत्संज्ञा भवति अपि तदापि सार्वधातुकम् इति एव वयं ज्ञातवन्तः. सत्यं? परन्तु आर्धधातुका का इति एतावत् न उक्तं परन्तु तत्र तिंशित् सार्वधातुकं सूत्रस्य परमेव सर्वे आर्धधातु शेष आर्धधातुकं शेषः इति सूत्रम् अस्ति. तस्य अर्थः प्रत्ययः सार्वधातुकः नास्ति ते सर्वे आर्धधातुकः अस्ति इत्यर्थं यदा प्रत्यये तिङ् नास्ति षित् अपि नास्ति ते सर्वे आर्धधातुकः इति तत्र सूत्रस्य अभिप्रायः. सम्यक्. सार्वधातुकं यावत्पर्यन्तं वयं सार्वधातुकविषये पठितवन्तः कथं निर्णयं कर्तव्यम् इति, आर्धधातुकं कथं वयं निर्णयं कुर्मः? यत् सार्वधातुकं नास्ति तद् आर्धधातुकं. बहु सरलं न? आर्धधातुकं शेषः समाप्तं तदा. अस्तु महोदय. अस्तु भागीरथी. ओ सुब्रह्मण्य महोदय अस्ति वा? आम् अस्मि। ओके भागीरथी अनन्तरं सुब्रह्मण्यस्य आडियो कदा गच्छति न जानामि अतः क्षम्यतां क्षम्यताम्। विकरणप्रत्ययाः धातोः परे सन्ति अतः सर्वे व्यकरणप्रत्ययाः सार्वधातुकसंज्ञकाः अथवा आर्धधातुकसंज्ञकाः अत्र धातोः परे एव विकरणप्रत्ययाः विधीयते तत्कारणात् सर्वे विकरणप्रत्ययाः सार्वधातुकप्रत्ययः भवन्ति उत आर्धधातुकप्रत्ययः भवन्ति इति अत्र दत्तमस्ति। धातुगुणम् अनुसृत्य विकरणप्रत्ययाः अहमस्मि अत्र अस्मि। द्वादिगणे शप् इति विकरणप्रत्ययः अदादिगणे नास्ति शप् लुक् नाम लोपः जुहोत्यादिगणे अपि नास्ति शप् शपः श्लु नाम लोपः दिवादिगणे श्यन् स्वादिगणे श्नु सुदादिगणे श रुदादिगणे श्नम् तनादिगणे उ क्रयादिगणे श्ना चुरादिगणे शप् इति विकरणप्रत्यय गणनिर्मिताः। अधुना प्रत्यये अग्रे पठामः वा? पठतु। अधुना यद् वयं जानीमः तत् पठितवान् अग्रे पठतु। अधुना प्रत्येकं विकरणप्रत्ययः कीदृशः इति परिशीलयामः। अत्र विकरणप्रत्ययः दत्तमस्ति प्रतिविकरणप्रत्ययस्य लक्षणं किम् इति अग्रे परिशीलयामः इति दत्तमस्ति। अत्र यत्र यत्र प्रत्यये इत्संज्ञकः शकारः वर्तते तत्र तत्र सार्वधातुकसंज्ञा भवति। किमर्थम् इति चेत् तिंशित् सार्वधातुकम् इति सूत्रेण यः प्रत्ययः षित् तस्य सार्वधातुकसंज्ञा भवति। यः विकरणप्रत्ययः सार्धधातुकसंज्ञकः नास्ति सः आर्धधातुकसंज्ञकः अस्ति एव। अत्र यदा प्रत्ययस्य इत् वर्णः शकारः अस्ति चेत् तत् सार्वधातुकम् इति संज्ञा प्राप्नोति। किमर्थम् इत्युक्ते तिंशित् सार्वधातुकम् इति सूत्रेण षित् प्रत्ययाः सर्वे सार्वधातुकप्रत्ययाः। ये विकरणप्रत्ययमध्ये षित् नास्ति आर्धधातुकसंज्ञकः प्राप्नोति इति दत्तम्। ओके अतः विकरणप्रत्ययस्य आधारेण सार्वधातुकसंज्ञा नामकरणं वयं कर्तुं शक्नुमः। ओके सर्वे ज्ञातवन्तः? ओके अग्रे पठति इदानीं भागीरथी न भवत्याः पर्यायः न? आम् आम् भगिनि। ओके अग्रे पठतु। अग्रे पठनात् पूर्वं अतः आरम्भम् उत्तरम् उत्तरम् ओ अग्रे पठनात् पूर्वम् एकैकस्य विकरणप्रत्ययस्य स्वभावः कः इति उच्चार्यताम् सार्वधातुकसंज्ञकः वा आर्धधातुकसंज्ञकः वा इति उत्तरम् सार्वधातुकसंज्ञकः विकरणप्रत्ययः शप् ष्यन् ष्णु आर्धधातुकसंज्ञकः विकरणप्रत्ययः उ एव अग्रे पठामि वा भगिनि? भवती किं ज्ञातवती? अत्र विकरणप्रत्ययस्य स्वभावः वयं जानीमः एव। अत्र सार्वधातुक आर्वधातुकसंज्ञक यदा इति सार्वधातुकसंज्ञकः वा आर्वधातुकसंज्ञकः वा इति तस्य स्वभावः कः इति एव वयं जानीमः एव इदानीं। कृते वयं किं परिशीलनं कुर्मः कस्य परिशीलनं कुर्मः? एकैकस्य विकरणप्रत्ययस्य परिशीलनं कृत्वा एव सार्वधातुकसंज्ञकः वा अथवा आर्वधातुकसंज्ञकः इति वयं ज्ञातुं शक्यते. ओके, इदानीम् उत्तरम् अत्र दत्तमस्ति. सार्वधातुक वदतु भगिनि, कुत्र कुत्र आर्धधातुकविकरणप्रत्ययः सम्भवति? सार्वधातुकसंज्ञकः विहाय अन्य सर्वे आर्धधातुकप्रत्ययः. ओके, कस्मिन् गणे आर्धधातुकप्रत्ययः दृश्यते? सार्वधातुक अदादिगणे, जुहोदिगणे, जुहोत्यादिगणे. तत्र तु शप् अस्ति न? लोपः भवति किल भवति. अत्र निर्णयं कर्तुं वयं शक्नुमः वा? श्लू विषये लुक् विषये वयं किमपि न जानीमः एव, न पठितम्. अतः परिशीलनानन्तरम् ऊ एव तनादिगणे एव, तनादिगणे एव ऊ इति विकरणप्रत्ययः अस्ति. तेन कारणेन तत्तु षित् अपि नास्ति, तिङ् अपि नास्ति अस्मिन् समये. केवलं विकरणप्रत्ययस्य आधारेण वक्तुं शक्नुमः ऊ यदस्ति तत् सार्वधातुक प्रत्ययः, आर्धधातुक आर्धधातुकप्रत्ययः. इदानीं चन्द्रमती अग्रे पठति. नमस्ते. इत्वात् सार्वधातुकसंज्ञकः प्रत्ययः अस्ति चेत् सार्वधातुक आर्धधातुकयोः उगन्धलघुपदस्य च इति सूत्राभ्यां गुणकार्यस्य प्रसक्तिः अस्ति इति ज्ञातम्. किन्तु गतपाठे अस्माभिः दृष्टं यत् सार्वधातुकमपि प्रथमाध्याये द्वितीयपादे चतुर्थं सूत्रम् इत्यनेन सूत्रेण यः प्रत्ययः अपित् सः ङित्वत् तथा च किन्निति च प्रथमाध्याये प्रथमपादे पञ्चमं सूत्रम् इति गुणबाधकसूत्रेण यः ङित् अथवा ङित् इव अस्ति तस्य गुणकार्यं बाधितम्. अतः येषु सार्वधातुकप्रत्ययेषु इत्संज्ञकः प्रकारस्य अभावः तैः प्रत्ययैः गुणकार्यस्य प्राप्तिः न भवति. शन् श्नु शा श्नम् श्ना इति प्रत्ययाः षित् तु सन्ति. अतः षित्वात् गुणकार्यस्य प्रसक्तिरस्ति, परन्तु पित्वस्य अभावात् न गुणः. तर्हि दिवादिगणे, स्वादिगणे, तुदादिगणे, रुधादिगणे, क्रयादिगणे च गुणकार्यस्य प्रसक्तिः आसीत् किन्तु अपित्वात् बाधितम्. अत्र वदति षित् अस्ति चेत् सार्वधातुकसंज्ञा प्राप्नोति. सार्वधातुक आर्धधातुकयोः इति सूत्रेण किञ्चित् सार्वधातुकम् इति सूत्रेण षित् सकारस्य संज्ञा अस्ति चेत् सार्वधातुकसंज्ञा प्राप्नोति. अतः सार्वधातुक आर्धधातुकयोः पुनर्दलयोगस्य इति सूत्रेण गुणः अङ्गस्य एकः अङ्गस्य गुणः भवितुम् अर्हति. किन्तु अनन्तरं वयं दृष्टवन्तः पित् नास्ति चेत् सार्वधातुकम् अपित् अस्ति चेत् गुणकार्यस्य प्रसक्तिः अस्ति चेदपि प्राप्तिः नास्ति इति वयं दृष्टवन्तः. किमर्थम् अत्र एकम् अन्यत् सूत्रमस्ति किम् इति च इति तत्र कित् अस्ति गित् अस्ति मित् अस्ति चेत् गुणः न भवति, अतः सर्वदातुः अपि तादृशसूत्रस्य कार्यं कृत्वा गुणः गुणस्य बाधः भवति आदिदेशीयसूत्र। अत्र किं किम् इम्पार्टेण्ट् कार्यम् अथवा इम्पार्टेण्ट् आस्पेक्ट्? पित् अपि आवश्यकं गुणः भवितुं सिद्ध पित् अपि आवश्यकं गुणस्य सिद्ध कारणेन गुणस्य प्रसक्तिः भवति, पित् कारणेन गुणस्य प्राप्तिः अपि भवति, अतः द्वयमपि आवश्यकं गुणं भवितुम्। अतः स्नम् स्नु शा शन् स्नु शा स्नम् तत्र पित् नास्ति, अतः एतादृशविकरणप्रत्ययः अस्ति चेत् तस्मिन् गणे तेषु गणेषु गुणः न भवति। पर्यन्तं तु सम्यक्। बाधकसूत्रं किम्? सार्वधातुकम् अपित् नित्वत् कार्यं करोति, अतः किम् इति च इति सूत्रेण गुणबाधकसूत्रं भवति समानं। किम् इति च इति सूत्रः गुणबाधकसूत्रमस्ति, सार्वधातुकम् अपित् सूत्रमपि तादृशं गुणबाधकं भवति। केन कारणेन अत्र पित् नास्ति? पित् नास्ति, अतः किन्निति च सूत्रस्य लक्षणम् अतः अस्मिन् सूत्रे आदि आदिदेशं भवति, आरोपणं भवति। इदानीं परिशीलनं शन् श्नु श श्म श्ना तत्र सर्वत्र पित् नास्ति, परन्तु नित् अस्ति वा? पित् अस्ति सर्वत्र, शकारम् अस्ति किन्तु पकारं नास्ति। सम्यक्तया प्रश्नं शृणोतु इदानीम्। ओके, शन् श्नु श श्म श्ना सर्वत्र पित् नास्ति, निर्णीतम् अस्ति, दृष्टम् अस्ति। इदानीं प्रश्नम् उदेति नित् दित् अथवा कित् अस्ति वा तत्र? अत्र नास्ति, तादृशं नास्ति, किन्तु परन्तु बाधकसूत्रं किं वदति? वित् अस्ति, कित् अस्ति, ङित् अस्ति, तदा एव किं नित्वत् कार्यं करोति, नित्वत् कार्यं करोति केन? साधुसूत्रेण सार्वधातुकम् अपित् यदस्ति एतस्य सूत्रस्य आधारेण बाधकसूत्रस्य आगमः भवति, नित्वत् कार्यं करोति। फिट् नास्ति चेत् नित्वत् तस्य कार्यं भवति। ओके, एतदेव प्राधान्यमत्र। सर्वधातुकम् अपि नित्वत् कार्यं करोति, सार्वधातुकम् अपि अस्ति चेत् नित्वत् कार्यं करोति, नित् नित् अस्ति इति किम् इमेजिन् कर्तव्यं, तदा कार्यं भवति। ओके, अग्रे गीता। आं भगिनि, सारांशः एवं, सार्वधातुकसंज्ञकः विकर्णप्रत्ययं निमित्तीकृत्य द्वादिगणे चुरादिगणे च एव गुणकार्यं सम्भवति। अग्रे सार्वधातुकविकर्णप्रत्ययः के? केवलम् उ। स च कस्य गणस्य विकर्णप्रत्ययः? तनादिगणस्य। सार्वधातुक आर्धधातुकयोः इत्यनेन सूत्रेण यत्र आर्धधातुकप्रत्ययः अस्ति तत्र गुणः विहितः। अत्रापि नित्ति च इत्यनेन गित्वत् गित्वात् कित्वात् णित्वात् च गुणकार्यं बाध्यते अतः चित् चित् णित् च नास्ति चेत् बाधा नास्ति आर्धधातुकप्रत्ययस्य प्रसङ्गे सार्वधातुकम् अपित् इति सूत्रस्य प्रसङ्गः नास्ति एव अतः अपित्वात् न बाधा तनादिगणे उ इति विकरणप्रत्ययः गित् कित् गित् च नास्ति अतः अत्रापि गुणः अर्हः यथा कृ प्लस् उ कर् प्लस् उ करु करोति करोति इति भवति ओके यावत्पर्यन्तं किम् अवगतवती इदानीम् आर्धधातुकविषये आगतं आम् आम् आर्धधातुक आर्धधातुकप्रत्ययः उ तनादिप्रत्ययः एव आर्धधातुकप्रत्ययः एकमेव अस्ति आम् आम् तत्र उ विकर्णप्रत्ययः तत्र सार्वधातुक आर्धधातुकयोः आर्धधातुकप्रत्ययः अस्ति तत्र गुणः विहितः गुणः भवति अत्रापि ङिति च घित्वात् कित्वात् ङित्वात् गुणकार्यं भवति परन्तु बाधते बाधकसूत्रम् आर्धधातुकप्रत्ययः सार्वधातुकम् अपिति इति सूत्रस्य अत्र अपित्वत् सार्वधातुकम् अपिति इति अस्ति सार्वधातुकम् अपिति इत्युक्ते सार्वधातुकं तत्र पित् नास्ति इति तनादिगणे परन्तु तनादिगणे आर्धधातुकप्रत्ययः अस्ति परन्तु गुणकार्यं भवति परन्तु गुणकार्यं आर्धधातुकप्रत्ययः किं किं नास्ति नीतिश्च सूत्रस्य अवकाशः प्राप्नोति वा अवकाशः भगिनि इतोपि एकवारं प्रश्नं पृच्छतु भगिनि अहं न सम्यक् न श्रुतवान् ओके इदानीं पश्यतु सार्वधातुक अर्धधातुकयोः सूत्रस्य आधारेण वयं किं न कुर्मः यदा अपि तदा वयं गुणकार्यं न कुर्मः तेन सूत्रेण सार्वधातुकम् अपि इति अस्ति नित्वत् कार्यं करोति इति सूत्रस्य आधारेण नित्वत् कार्यं करोति अतः गुणः न परन्तु अत्र तनादिगणे उ इति विकरणप्रत्ययः सार्वधातुकप्रत्ययः अस्ति वा न शित्तपि नास्ति पित्तपि नास्ति अतः नीति च तस्य अवकाशः तु आगच्छति अस्तु अवकाशः आगच्छति किमर्थं करणम् अपि अस्ति न चिन्तयतु तस्य मेथमेटिक्स् कथम् आगच्छति अनादिगणे इति प्रत्ययः अस्ति तत्र पित् अस्ति वा पित्तपि नास्ति शित्तपि नास्ति शित्तपि नास्ति ओके शित् नास्ति पित् नास्ति अतः यदस्ति तत् सार्वधातुकम् अस्ति वा आर्धधातुकम् अस्ति आर्धधातुकम् अस्ति आर्धधातुकम् अस्ति ओके तत् पार्श्वे स्थापयतु इदानीं वयं गुणकार्यस्य कृते पित् वयं परिशीलयामः यावत्पर्यन्तं वयं पठितवन्तः पित् विषये एव वयं दृष्टवन्तः अत्र पित् अस्ति वा नास्ति नास्ति अत्र पित् अस्ति गुणकार्यं कर्तुं शक्यते अपित् अस्ति अपित् अस्ति अपित् अस्ति, वयं दृष्टवन्तः अपित् अस्ति चेत् मिथिक इति सूत्रस्य अवकाशः आगच्छति. तेन कारणेन वयं किं कुर्मः अथवा किं न कुर्मः? बाधकसूत्रम् इति लिखति. अस्तु सत्यं बाधकसूत्रं, तस्य कृते बाधकं गुणकार्यविषये एव. हा कदा सार्वधातुकम् अस्ति चेत्, सार्वधातुकम् अस्ति चेत् अपि अस्ति चेत् गुणकार्यस्य निषेधकसूत्रम् आगच्छति. वयं कस्मिन् भागे स्मः? वयं जानीमः अपि अस्ति, अतः पूर्वं वयं पठितवन्तः. किं पठितवन्तः? अपि अस्ति चेत् मित्रत् कार्यं करोति. सत्यम्? आम् आं भगिनि. तावत्पर्यन्तं स्पष्टमस्ति? आं भगिनि स्पष्टमस्ति. इदानीं परिशीलनं करोतु. ऊप् यदस्ति मिति च सूत्रस्य कृते किं किं के इत्संज्ञकवर्णाः वयं परिशीलनं कुर्मः? ककारः, गकारः, नकारः. सकारः, गकारः, मकारः. उ यदस्ति धनादिगणीयविकरणप्रत्ययः, अयमपि अस्ति वा? एकमेव अस्ति वा? अस्ति एकमेव अस्ति न न एकमेव अस्ति न केवलं उ अस्ति. आम् आम् भगिनि. अतः उ यत् विकरणप्रत्ययः अस्ति, वित् अस्ति वा? वित् अपि नास्ति. वित् नास्ति, चित् अस्ति वा? चित् अपि नास्ति, पित् अपि नास्ति. इदानीं षित् विषये किमर्थं वा भवती आनयति? सार्वधातुकं सार्वधातुकं नास्ति इति कारणे षित् न भवति. न सार्वधातुकं नास्ति इति कारणात् षित् न भवति एव वक्तुं न शक्नुमः. अस्तु भगिनि, परिशीलनं करोतु. निधि च यत् सूत्रमस्ति तत्र गकार, गकार, मकार वर्णत्रयम् अत्र अस्माकं विकरणप्रत्यये धनादिगणीयविकरणप्रत्यये ककारस्य इत्संज्ञा अभवत्? उकारः एव अत्र अस्ति इति कारणे ककारः. अतः किञ्चित् निर्णयं वयं कर्तुं शक्नुमः. ककारस्य इत्संज्ञा न अभवत्, ककारस्य इत्संज्ञा अपि न भवति, ककारस्य न भवति. अतः इति च सूत्रस्य अवकाशः प्राप्नुमः प्राप्नुमः वा? न न भगिनि न. किमर्थं न? तत्र अवकाशः नास्ति कित् गित् इत् नास्ति इति कारणेन. किमर्थं न? वयम् अत्र निर्णयं कृतवन्तः प्रत्ययः. अस्तु, सार्वधातुकप्रत्ययविषये पित् आगच्छति, अत्र आर्धधातुकप्रत्ययविषये पित् पित् कृते तु किमपि नास्ति. अतः निति च यत् सूत्रमस्ति तस्य आगच्छति यदा अकार, वकार अथवा नकारस्य सम्यकवर्णः अस्ति चेत्. विषये अपि नास्ति, ग अपि नास्ति, न अपि नास्ति. अतः यदस्ति तस्य गुणकार्यस्य अथवा बाधकविषये समस्या न उद्भवति न? अवगतम्? आं भगिनि आं भगिनि. अतः किं कर्तुं शक्नुमः? आर्गुणकार्यं कर्तुं शक्नुमः. महोदय क्षम्यतां, महोदय क्षम्यताम्, अनुसूया महोदय कृपया म्यूट् मध्ये भवतु, बाधः भवति। मम एकः प्रश्नः अस्ति महोदय, अतः एकनिमिषं न अनुसूय भगिनि एकनिमिषम्, एतत् समाप्य भवत्याः प्रश्नस्य किम् अवकाशः भविष्यति। आगच्छति महोदय, भवती अपि म्यूट् मध्ये भवतु कृपया, धन्यवादः। ओके गीता, भवती अवगतवती केन कारणेन किमर्थं वयम् एतत् सर्वं परिशीलनं कुर्मः? आम् भगिनि, इदानीं सनादिगणीय विकरणप्रत्यय ऊ यदस्ति तस्य कृते बाधकं किमपि अस्ति वा गुणकार्यविषये? न भगिनि, न सार्वधातु कार्धधातुकयोः यत् सूत्रमस्ति तत् गुणकार्यस्य प्रेरणां करोति न? आम् आम् आं भगिनि। ओके, अतः किं भवति कृ धातुविषये परिशीलनं करोतु। कृल् यदस्ति तदनन्तरम् आर्धधातुकप्रत्ययः, ओके, अतः अङ्गस्य भागे किम् अस्ति? कृ अस्ति, ऋकारः अर् भवति, ऋकारः अर् भवति केन कारणेन? गुणकार्यं सार्वधातुक आर्धधातुकयोः गुणकार्यं तत्र भवति, अन्तिम इक्वर्णस्य गुणकार्यं भवति। अन्तिम इक्वर्णः अत्र किम् अस्ति? ऋकारः अस्ति, ऋकारः अस्ति, तस्य गुणवर्णः अस्ति अर् अथवा कर् इति भवति। आम् ओके, कर् इति भवति, तदनन्तरं किम् आगच्छति? ओके, तिं प्रत्ययस्य, ओके, तिङ् प्रत्ययस्य अङ्गः शप्रत्ययः उकारः। ओके, लिखित्वा परिशीलनं कर्तव्यं वा केवलं वदति चेत् सर्वे जानन्ति? आं भगिनि, करणार्थं लेखनम् आवश्यकं वा भवती वदति? भवती वदतु अनन्तरं पश्यामः। आं भगिनि, उकारः यदस्ति तत् विकरणप्रत्ययः। आम्, तिङ् प्रत्ययस्य अङ्गः, तिङ् प्रत्ययस्य अङ्गः उकारः, ऊ प्रत्ययस्य अङ्गः अङ्गभागं किम् अस्ति? ऊ अस्ति, तस्य अङ्गभागं किम् अस्ति? कृ अस्ति, अतः ऊ प्रत्ययस्य कृते कृ अङ्गभागम् अस्ति। सार्वधातुकप्रत्ययः नास्ति परन्तु आर्धधातुकप्रत्ययः अस्ति, अतः सार्वधातुकार्धधातुकयोः एकस्य कारणेन अङ्गस्य भागे गुणकार्यस्य अवकाशः अस्ति। आम्, बाधकसूत्रं किमपि नास्ति, न दृश्यते, अतः गुणकार्यं भवितुम् अर्हति। इदानीं गुणकार्यं कृत्वा वयं किं प्राप्नुमः? कर् कृतानि कर् प्राप्नुमः, ओके, कर् अधिकम् ऊ वर्णमेलनेन किम् आगच्छति? करु इति आगच्छति, करु इति आगच्छति, तदनन्तरं किं योजयामः? तिङ् प्रत्ययं योजयामः, तिङ् प्रत्ययं योजयामः, तिङ् प्रत्ययस्य कारणेन किं सम्भवति? तस्य अङ्गभागं करु अस्ति, सार्वधातुक आर्धधातुकयोः इति कारणेन अन्तिम इक्वर्णः उकारः अस्ति। ओहोहो, सि प्रत्ययः अस्ति, अत्र सार्वधातुकार्धधातुकयोः तस्य प्रसिद्धिः अस्ति, आम् केन सूत्रस्य आधारेण वयं गुरुविषये निर्णयं कुर्मः? अन्तिम इक्वर्णस्य अन्तिमस्य गुणकार्यं भवति केन सूत्रस्य आधारेण? सार्वधातुक आर्धधातुकयोः सार्वधातुकार्धधातुकयोः यत् प्रत्ययः अस्ति वट् कैण्ड् आफ् प्रत्ययः इको गुणवृत्ति इको गुणवृत्ति विकरणप्रत्ययः अस्ति वा? ति विकरणप्रत्ययः नास्ति अतः ति किं प्रत्ययः अस्ति? लकार लकारप्रत्ययः अस्ति चेत् सूत्रं किम् आगच्छति तत्र? इको गुणवृद्धिः इको गुणवृद्धि गुणवृद्धिः नार्वधातुकम् सार्वधातुक अस्तु भगिनि आं भगिनि सार्वधातुकम् अतः तिङ्क्षित् तत् आर्धधातुकप्रत्ययः अस्ति वा? तिङ्क्षित् सार्वधातुकप्रत्ययः अतः तिङ्क्षिप्रत्ययः अस्ति तत् सार्वधातुकप्रत्ययः आर्धधातुकप्रत्ययः इदानीम् अवगतम्? आं भगिनि आं भगिनि अवगतवती आर्धधातुकप्रत्ययः तेन कारणेन अभवत् सार्वधातुकप्रत्ययः तेन कारणेन किं भवति? अङ्कपाके उकारः ओकारः भवति उकारः ओकारः कारणं तत्र अन्तिमवर्णः किम्? इगन्तलघु इक्वर्णस्य गुणः भवति इको गुणवृत्ति इति सूत्रेण ओके किञ्चित् सार्वधातुकम् इति सूत्रस्य आधारेण गुणकार्यं वयं कर्तुं शक्नुमः ओके एव करोति महोदय अत्र तिङ्क्षित् सार्वधातुकं तदनन्तरं ति यत् अस्ति प्रथमपुरुष एकवचने तिप् अस्ति तत्रापि तिप् अस्ति तत्कारणात् एव गुणकार्यम् उत न तिप् तत्र तु पकारः अस्ति तत्कारणात् एव तत्कारणात् एव अन्यथा न अत्र तिप् निप् सिप् आगच्छति तदनन्तरं सार्वधातुकम् अपि अस्य अवकाशः न आगच्छति कारणं स्विच् अस्ति तत्र पिता अस्तु भगिनि अवगतम् अवगतवती भगिनि धन्यवादः भगिनि अनुसूया भवत्याः प्रश्नं वदतु तथा तत्र तनादिगणे अर्धधातुकप्रत्ययोः सार्वधातुकार्धधातुकप्रत्ययोः इति सूत्रेण एव गुणः भवितुम् अर्हति खलु किमर्थं किणिति सूत्रम् उपयोगं किमर्थं निति च सूत्रस्य अवकाशः कारणं यावत्पर्यन्तं वयं अपित् विषये एव चर्चां कृतवन्तः अतः सार्वधातुकप्रत्यये अपित् प्रत्ययः नास्ति खलु तत्र केवल सार्वधातुकमपि अपि विषयं न आग उद्भवति एव ओके अतः एव अत्र गुणकार्यस्य अवकाशः प्राप्तः गुणकार्यस्य अवकाशः किमिति सूत्रस्य अवकाशः नास्ति सार्वधातुकयोः सूत्रेण एव उकारः अर्धधातुकः अस्ति अतः एव गुणकार्यं भवति खलु अतः अङ्गभागे गुणकार्यं भवितुम् इगन्तभागे गुणकार्यः भवति इति सूत्रस्य अवकाश एव नास्ति अतः तदेव वयं परिशीलनं कृतवन्तः अत्र इति अपि तत्र भवति परन्तु सार्वधातकार्धधातुकयोः इति सूत्रेण एव गुणकार्यं भवति किल गुणकार्यं परन्तु बाधकं किं सर्वदातुकमपि अर्धधातुकयोः नास्ति खलु अर्धधातुकयोः किमिति बाधान् न ददाति किमर्थं शित् एव नास्ति खलु अर्धधातुकयोः प्रसक्तिः एव नास्ति गुणकार्यस्य प्रसक्तिः एव नास्ति अर्धधातुकयोः न तिंशित् सार्वधातुकम् इत्युक्ते सार्वधातुकविषये वयं पकारस्य आधारेण गुणकार्यं कुर्मः नास्ति सार्वधातुके प्रसक्तिः एव नास्ति स्थापयतु आर्धधातुकविषयं पार्श्वे स्थापयतु केवलं सार्वधातुकं स्वीकुर्मः तत्र किं किं परिशीलनं कर्तव्यम् एकं तु षित् अस्ति वा न षित् अस्ति तिङ् अस्ति चेत् सार्वधातुक अर्धधातु किं सार्वधातुकसंज्ञा प्राप्नोति सार्वधातुकं न अत्र वयं किं परिशीलनं कुर्मः गुणकार्यस्य कृते पकारस्य आवश्यकता अस्ति ओके पकारः नास्ति चेत् पकारस्य स्थाने इव वयं पुरः इति सूत्रेण भवति खलु महोदय महोदय अहम् अवगतम् अनुषया भगिनी किं पृच्छति किञ्चित् निति च सूत्रेण कोऽपि विकरणप्रत्यये अपि प्रसक्तिः नास्ति यदा विकरणकार ककार नकार अस्ति चेत् आगच्छति परन्तु कोऽपि विक्रणप्रत्यये त्रयः नास्ति अस्मिन् सन्दर्भे नास्ति हा विक्रणप्रत्यये सन्दर्भे केवलं सार्वधातुकम् अपित्तम् एव बाधा ददाति खलु अर्धधातुकं तत्र प्रत्ययः नास्ति अतः प्रसक्तिः नास्ति न महोदय अत्र सित् मा चिन्तयतु अत्र सूत्रेण इण्डिपेण्डेण्ट् सूत्र बेस्ड् आन् दिस् वि आर् ट्रैङ्ग् टु सी वेदर् गित् कित् आर् नित् इस् अवैलेबल् आर् नाट् इर्रेस्पेक्टिव् आफ् एनिथिङ्ग् खलु इन् दिस् काण्टेक्स्ट् इट् इस् नाट् इट् इस् नाट् नेसेसरि दट्स् वाट् ऐ एम् सेयिङ्ग् it may be necessary if vikranapatya has any of these three then there will be a badha but if there is none of these three that's why it is not there ardha dhatuka asti chet shit nasti atah prasakti hi nasti no mahodaya please don't confuse that because this nitischa sutra doesn't need ardha dhatuka or sarva dhatuka that is only for apit these three are independent of that yeah but why you bring in here that is what I am asking sarva dhatuka ardha dhatuka yoho iti sutrena u ardha dhatuka asti atah guna karyam na bhavati khalu no actually it is not supposed to be brought in here but for all vikrana pratyaya actually we should have discussed earlier also that is the point because these three are not there in any of the vikrana pratyaya therefore that's why this is not applied that is the point they want to bring in either here only adheda gunah iti sutrena kar bhavati khalu Yeah, yeah, because we have learnt it now, that's why they are talking about it. Otherwise, we haven't talked about it. That's all. Uranarapara iti sutrena arbhavati kalu. Am I right? Kri. Rikarasya arbhavati guna karyam. Yeah, that is, kiniti sutrasya avashakata nasti, uranarapara iti sutrena yava arbhavati kalu. अस्मिन् सन्दर्भे कुत्र आर्धधातुकप्रत्ययः आगच्छति तत्र गिट् गिट् गिट् अस्ति चेत् गुणः न भवति. आर्धधातुकप्रत्ययस्य गुणबाधकं तत्र एव. अत्र उकारः अस्ति, अत्र किट् किट् मिट् नास्ति, अतः गुणः भवितुम् अर्हति. आर्धधातुकप्रत्ययविषये गुणस्य बाधा अत्र अस्ति, किट् मिट् किट् अस्ति चेत् गुणः न भवति. अत्र न उकार अत्र तद् नास्ति, अतः गुणः भवितुम् अर्हति. सुब्रह्मण्यमहोदय किमपि वक्तुम् अत्र अनसूयामहोदय प्रश्नः किमस्ति इत्युक्ते अत्र विकरणप्रत्यय उ अस्ति, तत् आर्धधातुकमस्ति, अतः सार्वधातुकम् अपि इति सूत्रस्य प्रसक्तिः नास्ति इति. तत्तु सत्यं, किन्तु अनसूयामहोदये अत्र उकारः अस्ति यदा आर्धधातुकप्रत्यये अपि कित् ङित् गित् अस्ति चेत् अत्रापि बाधकं भवति. अत्र उकारस्य कित् ङित् गित् नास्ति इति कारणात् अत्र गुणकार्यं भवति इति सूचयति, केवलं तथैव. परन्तु अत्र तस्य प्रसक्तिः नास्ति इति अहं वदामि. तत्तु सत्यं महोदय, तत्तु सत्यम्. अत्र स्पष्टीकरणं करिष्यामि, कुर्वन् अस्मि. सार्वधातुकयोः इति सूत्रेण एव भवति. महोदय प्रश्नः पृष्टवती, उत्तरं दातुम् अवकाशं ददातु कृपया. अत्र सार्वधातुकमपि यदा सार्वधातुकप्रत्ययः अपित् अस्ति चेत् सार्वधातुकम् अपि, तत्तु सत्यं भवती यत् उक्तवती. तदनन्तरम् ऊ यत् अस्ति तत् आर्धधातुकप्रत्यय, अतः सार्वधातुकम् अपि इति सूत्रस्य प्रसक्तिः नास्ति. आर्धधातुकमस्ति किन्तु आर्धधातुकप्रत्यय अपि कित्वा ङित्वा गित्वा भवितुमर्हति. आर्धधातुकप्रत्यय अपि कित्वा गित्वा भवितुमर्हति. जरार् आर्धधातुकप्रत्यय स्विच्छ कित् गित् मित् उदाहरणं इक्तप्रत्यय उदाहरणं दास्यामि, एकनिमिषं महोदय, उदाहरणं दास्यामि. इक्तप्रत्ययः इक्तप्रत्ययः कृत्प्रत्ययः आर्धधातुकप्रत्ययः वा इक्तप्रत्ययः? वदतु महोदय. अतः कित् अस्ति वा? अस्तु अस्ति. यदा कित् अस्ति चेत् अत्र गुणकार्यं न भवति. इक्तप्रत्यय आर्धधातुकप्रत्ययः किन्तु कित् अस्ति, अत्र तु गुणकार्यं न भवति. त्वा प्रत्ययः, त्वा प्रत्ययः ह्यस्तनवर्गे पठितवन्तः. त्वा प्रत्ययः भूत्वा एव भवति, भू अस्ति अत्र, त्वा आर्धधातुकप्रत्यय एव, गुणकार्यं भवति, किन्तु कित् कारणात् अत्र भूत्वा इति एव भवति. अवगतं वा? तत्कारणात् तत् आर्धधातुकप्रत्ययः अस्ति चेदपि तत् कित्वा गित्वा ङित्वा इति परिशीलनं करणीयमेव. तदनन्तरं गुणकार्यं भवति वा न भवति वा इति निर्णयं करणीयं. तदेव केवल ऊ एव अस्ति आर्धधातुक इति तत्कारणात् एव. अत्र अग्रे अग्रे आर्धधातुकप्रत्ययाः सन्ति, कित् गित् ङित् आर्धधातुकप्रत्ययाः एव सन्ति, तत्कारणात् एव महोदय. स्पष्टीकरणमेव तत्. अस्तु महोदय. अनसूया भगिनी स्पष्टम्? महोदय मम मनसि अन्य प्रश्नम् उदेति. ओके, तो अत्र आर्धधातुक प्रत्यय अस्ति चेत् ङिति च सूत्र प्रसक्ति सम्भवति. सार्वधातुक प्रत्यय चेत् अपि ङिति च सूत्र प्रसक्ति सम्भवति वा? सम्भवति न? हा, परन्तु तत्र अहं न परिशीलयामः. अत्र पश्यतु, हा, एकं टेबल् दत्तमस्ति, किञ्चित् अधिकं कर्तुं प्रयत्नं करोमि. अत्र तु महोदये सार्वधातुकप्रत्ययाः यदा अपित् अस्ति चेत्, केवलम् अपित् अस्ति चेत् एव ङिति च इति सूत्रस्य प्रसक्तिः, उत न? न, बिकास् ङिति च सूत्र इस् इण्डिपेण्डेण्ट् आफ् सार्वधातुक आर्धधातुकयो. महोदय क्रमशः पठनीयं. सार्वधातुक आर्धधातुकयोः यद् दत्तमस्ति तद् गुणकार्यं सूचयति, किन्तु अत्र सार्वधातुक आर्धधातुकयोः तन्मध्ये अन्यसूत्रमागच्छति, बाधकसूत्रमागच्छति, सार्वधातुकम् अपित् इति. सार्वधातुकम् अपित् इति सूत्रस्य मध्ये अत्र कार्यं किं करणीयम् इति ङिति इति एव सूचितमस्ति. ङिति स्पष्टीकरणमस्ति, ङिति च सीक्वेन्स्. तत्तु सत्यं महोदय, परन्तु इण्डिपेण्डेण्ट्लि ङिति च सूत्र आल्सो प्रसक्ति अस्ति, रैट्? तिंशत् सार्व महोदय एकनिमिषं, तिंशत् सार्वधातुकं मध्ये कुत्रापि कित् ङित् ङित् नास्ति. अस्तु अस्तु अस्तु अस्तु अस्तु, केवलं षित् सार्वधातुकं. षित् अस्ति चेत् पित् अस्ति वा इति परिशीलनं करणीयं. यदा तिङ्प्रत्ययः अस्ति, तिङ्प्रत्ययस्य मध्ये कित् गित् गित् नास्ति, तत्कारणात् अस्तु अस्तु अस्तु. ओके, समाधानं? आम् महोदय. एतत् टेबल् यद् दत्तमस्ति सैट् मध्ये, कुत्रापि लेखनं कृत्वा स्थापयन्तु, कारणम् अत्र सम्पूर्णतया द्रष्टुं न शक्नुमः. ओके, चार्ट् अस्ति अस्माकम् अभ्यासार्थम्, एतत् बहु उपयोगी भविष्यति. ओके, पश्यतु धातु अस्ति वा प्रत्ययः, धातुगणाः सूत्रसहितदृष्टि. प्रत्ययः अस्ति तदा किं किं द्रष्टव्यं, तिंशित् सार्वधातुकं कदा आगच्छति, तदनन्तरं तिङ् अस्ति, षित् अस्ति प्रत्ययः, तदा सार्वधातुकं. तिङ् अस्ति, तिङ् षित् प्रत्ययः नास्ति, तदा आर्धधातुकम्. ओके, सार्वधातुकम् अस्ति चेत् किं किं द्रष्टव्यं, पित् अस्ति वा अपित् अस्ति. पित् अस्ति चेत् अत्र अङ्गकार्ये, अङ्गस्य भागे गुणकार्यं भवति. तत्र गुणकार्यार्थं किं किं द्रष्टव्यम्, अङ्गे अन्तिमवर्णः इक्वर्णः अस्ति वा उपदायां ह्रस्व इक्वर्णः अस्ति, तदा एव गुणकार्यं भवितुम् अर्हति. ओके, एवं सर्वं द्रष्टव्यम्. अनन्तरं वयं किम् अस्माकम् अभ्यासः अस्ति न, अरे बाप्रे, लेट् मी मेक् दिस्. ओ, कथं कर्तव्यं, ज़ूम्. हा, अस्माकम् अभ्यासः अस्ति न, कर्तव्यं न अग्रिम अवसरे, धातुविज्ञानं न. सो दिस् करपत्रम् इस् ओवर् महोदय? नो, करपत्रम् इस् नाट् ओवर्, ऐ वाण्टेड् टु फिनिश् इट्. अत्र अत्र एतत् सर्वम् अहम् इदानीं न कृतवती. एतत् कारणम् एतदेव अस्ति, सर्वं पठित्वा कुर्मः चेत् किञ्चित् सुलभं भविष्यति. तदनन्तरं वयम् अधोभागे यत् टेबल् दत्तम् अस्ति, मानचित्रं, एतस्य आधारेण वयं सम्पूर्णतया कार्यं कर्तुं शक्नुमः. समयः जातः, अष्टवादनं तु अभवत्, कुतः पर्यन्तं वयं पठितवन्तः? षष्टबिन्दु उकारस्य ओकारः भवति, करोति खलु, सप्तमबिन्दु अग्रिम अवसरे पठितवन्तः महोदय, सप्तमबिन्दुः पठितव्यं. हा, सप्तमबिन्दु पठितव्यं, किञ्चित् अधिकम् अस्ति, अतः समापनम् इदानीं न भविष्यति इति अहं चिन्तयामि. अग्रिम अवसरे सप्तमबिन्दु आरभ्य समापयामः. ओके, अस्तु महोदय. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते, पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. धन्यवादः, शुभदिनं, शुभरात्रि. रात्रिजनाः न आगताः अद्य?